नमस्ते महोदय। नमस्ते नमस्ते महोदय। नमस्ते नमस्ते। नमस्ते महोदय। भवान् कुतः आगच्छति शशिमहोदय? कुत्र? नमस्ते महोदय, अहं वर्जिनिया राज्ये अस्मि महोदय। वर्जीनिया? फेर्फैक्स नगरे, वर्जिनिया राज्ये फेर्फैक्स ओ नगरे। अस्तु ओ अस्तु अस्तु हरि महोदय, भवान् अहम् अत्र कुत्र? केनडा देशे महोदय, केनडा ओ देशे विंडसर नगरे वसामि, आहा, डेट्रायिट् समीपे। नमस्ते भगिनि। नमस्कारः महोदय। नमस्कारः महोदयो। नमस्ते क्षम्यताम्। नमस्ते नमस्ते। मकरसङ्क्रान्तिपर्व कदा भवति? कस्मिन् दिनाङ्के? अत्र श्वः भोगी अस्ति, परश्वः अद्य तु द्वादश खलु दिनाङ्कः। त्रयोदशदिनाङ्के भोगिपर्व, अतः चतुर्दशदिनाङ्के मकरसङ्क्रमणोत्सवः। अत्र अमेरिकादेशे तथा वा? यतः इति भारते पञ्चदशे उक्तं, पञ्चदशदिनाङ्के इति। एवं वा? अत्रत्यां दिनदर्शिकां दृष्टवती, कस्यचित् मन्दिरस्य दिनदर्शिकां, किन्तु तेलुगुजनैः निर्मितं, तर्हि प्रायेण अन्यैः अन्यस्मिन् दिने अपि दत्तं स्यात् यदि तमिळ् जनाः भिन्नं किमपि सूचयन्ति वा, न जानामि। कदाचित् एवं भवति खलु, एकैकं दिनं कदाचित्। नाम पश्चिमार्धभौगोलं पूर्वार्धगोलम् इति द्वयोः मध्ये समयस्य परिवर्तनस्य कारणात्, आम् समयभेदस्य कारणात् एवं भवति कदाचित्। आम् अतः अत्रत्यमेकं मन्दिरमस्ति, तेषां पञ्चाङ्गे तु एवमस्ति, त्रयोदशे चतुर्दशे चतुर्दशदिनाङ्के मकरसङ्क्रमणोत्सवः इति। सङ्क्रमणं भवितुमर्हति। अत्र तत् यत्र सप्तपञ्चाशत् तम सप्तपञ्चाशत् तम अस्ति भगिनि। तस्मिन् श्लोके सन्दर्भः आसीत् खलु, एतत् दमयन्त्याः स्वयंवरार्थं नळः यदा देवानां विषये किञ्चित् तत् दूतरीत्या आगत्य पृच्छति खलु, तदनन्तरं सा किं करोति इति। महोदय, तत्र सप्तपञ्चाशत्तम भवती मा अङ्कं कृतवती इति मन्ये, यत्र स्थापितम् इति। आम् महोदय, तर्हि सप्तपञ्चाशत्तमात् तत्र आरप्स्यते, इतोपि अग्रे एतदपि समाप्तम्। तं तु पञ्चाशत्तमं अथ वा? भगिनि, पूर्वतनश्लोकं दर्शयतु, अन्तिमश्लोकं तत्र। ओ, तत् देवतानां कृते एव एषा प्रार्थयते खलु, तेषामहं सन्निधौ त्वां चर वरयिष्यामि नैषध इति नळं प्रति दमयति यदुक्तवती, तान् विषयान् नळः देवताभ्यां, क्षम्यतां, देवेभ्यः वदति। अस्तु, इदानीम् आरम्भात् पठनीयं खलु, आम् महोदय। प्रार्थनां कृत्वा प्रारम्भं कुर्मः इति मन्ये। अत्र मम कश्चन अभिप्रायः, यत् यावत्पर्यन्तं वयं नळोपाख्यानं पठामः तावत्पर्यन्तं श्लोकानाम् अनन्तरं नारायणं नमस्कृत्य नरं चैव नरोत्तमम् इति प्रथमश्लोकः भवति खलु महाभारते, श्लोकम् उक्त्वा वयं पठामः, यतः एतदुपाख्यानं महाभारतादेव उद्धृतम् अतः. अस्तु, प्रार्थनायाः प्रारम्भे. शुक्लाम्बरद्रम्भिष्णं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वति नमस्तुभ्यं वरदे कामरूपिणि. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं. संस्कृतस्य प्रसाराय निजं सर्वं ददाम्यहं. संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये. वन्दे संस्कृतमातरं. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितं. नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीर उदीरयेत्. उत्तमं. पठामि वा? प्रारभ्यताम्. अस्तु. अथ कालं शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा आजुहाव महीपालान् भीमो राजा स्वयंवरे. तश्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः. त्वरिता समुपाजग्मुर्दमयन्तीम् अभीप्सवः. कनकस्तम्भरुचिरं तोरणेन विराजितम् विविशुस्ते नृपारङ्गं महासिंहायिवाचलं. तत्रासनेषु विविधेषु आसीना पृथिवीक्षितः. सुरभिश्रद्धरा सर्वे प्रमुष मणिकुण्डलाः. तां गजसमितं पुण्यां नघोर्भोगवतीमिव नागैर्भोगवतीमिव सम्पूर्णां पुरुषव्याघ्रैः व्याघ्रैर्गिरिगुहामिव. तावदस्ति. तत्र स्म किं भवति तत्र? तत्र स्म स्म इति तृतीयमक्षरं च अभवत्. ओ, तत्र स्म पि तत्र स्म तत् अग्रिमश्लोकस्य अस्ति. न, गिरिगुहामिव अनन्तरं तदेव अस्ति. न न, तत् अग्रिमश्लोकः अस्ति, षष्टमश्लोकः. पञ्चशः श्लोकाः समाप्ताः वा? अग्रिमश्लोकः इत्युक्ते अहम् अग्रिमश्लोकं दृष्टवती. अस्तु, चिन्ता नास्ति. यदा तर्हि शुभे काले प्राप्ते तदा तु पुण्यतिथौ तत्र तत्र किं महीपालाः तत्र स्वयंवरे ते आजुहाव इति तत्र आजुहाव इत्युक्ते आहूतवान् इति अर्थः. तदनन्तरं तश्रुत्वा महीपालाः सर्वे अपि तत्र कामपीडिताः त्वरया तत्र शीघ्रमेव जग्मुः आगतवन्तः. आजग्मुः अत्र कामपीडिताः इति स्थाने केवलं तत्र दमयन्तीं स्मर्तुम् इच्छुकाः, स्वयंवरे परिणेतुम् इच्छुकाः इति भवति चेत् पर्यं हृच्छया इत्युक्ते तत्र आशा इति भवति. आशापीडिताः अपि भवितुम् अर्हति. आशापीडिताः तत्र दमयन्तीम् अभीप्सवः इत्युक्ते तत्र इच्छुकाः तत्र आगतवन्तः. कनकस्तम्भरुचिरं तत्र किम् अस्ति तोरणेन तत्र किम् अस्ति तत्र कनकस्तम्भाः तत्र वर्तन्ते इति वा? तादृशं विराजितं रङ्गं नृपाः महासिंहः इव अचलं महासिंहाः इव नृपाः विविशुः. विविशुः आगतवन्तः। प्रविष्टवन्तः इति, यथा अचलं पर्वतं महासिंहाः यथा गत्वा प्राप्नुवन्ति, प्रविशन्ति, तथा कनकस्तम्भे रुचिरम् इत्युक्ते मनोहरतोरणेन विराजितं कनकस्तम्भं बहु मनोहरम् आसीत्, तत् विविशुः आगतम्। प्रविष्टवन्तः नृपाः। उपमा तत्र रङ्गं रङ्गं यत्र सः स्वयंवरमण्टपः आसीत् तत् प्रविष्टवन्तः। तत्र किम् अस्ति, पर्वत इव आसीत् तत्र रङ्गम् इति वदति, अचलम् इव अचलम् महासिंहः, अचलम् इव विशुः। तत्र आसनेषु विविधेषु आसीनाः ते किं कृतवन्तः, आसीनाः आसीना पृथिवीक्षितः। उपविष्टाः ते पृथिवीक्षितः पृथ्वी महापालः महाराजा इत्येव किम् महाराजाः इति, पृथ्वीक्षितः इति राजाः, राजानः, महाराजाः। सुरग्भिः श्रग्धरा सर्वे, तत्र श्रग्धरा इति किम् अस्ति भगिनि, अहं पूर्वं पठितवन्तः संस्कृतं। रक्षिति माला, पुष्पहारः, श्रग्धरा इति पुष्पाहार पुष्पहार, धृत्वा तत्र ते सर्वे पुष्पहारः, पुष्पाहार न पुष्पहारः। प्रमुष्टमणिकुण्डलाः आभरणानि अपि धृतवन्तः, तां गजसमितिं पुण्यां नागैः भोगवतीमिव। का आसीत् तत्तु अग्रिमश्लोकः आसीत्, ओ न तादृशनृपाः एतत्तु राजसमिति, आगतवन्तः। न तु गजसमिति इति, राजसमितिं पुण्यां अग्रिमश्लोकः क्षम्यतां, तां राजसमितिं पुण्यां नागैर्भोगवतीमिव सम्पूर्णां सम्पूर्णां पुरुषव्याघ्रैः गिरिगुहामिव इति समिति तथा आसीत् राज, तत्र यथा व्याघ्राः गिरिगुहां प्रविशन्ति तथा राजसमितिं एते पुनः प्रविष्टवन्तः इति खलु, प्रविष्टं, पुरुषव्याघ्रैः सम्पूर्णाः प्रविशन्ति। आसन् तत्र, प्रविश्य तत्र सन्ति। परन्तु अत्र इतोपि अन्यदुपमानमपि अस्ति, उपमा नागैः भोगवतीमिव, पुण्यां नागैः भोगवतीमिव राजसमितिं, सम्पूर्णां राजसमितिं प्रविष्टवन्तः इति, तत् सम्पूर्णा आसीत् तदपि, पुरुषव्याघ्रैः सम्पूर्णा आसीत् इति। परन्तु द्वितीयाविभक्तिः इति कारणात् कथं तस्य श्लोकस्य समाप्तिः भवति पश्यन्तु। तां नागैः भोगवतीमेव सम्पूर्णां राजपुण्यां राजसमितिं, तदपि पुरुषव्याघ्रैः सम्पूर्णां राजसमितिं, व्याघ्रैः गिरिगुहामिव, तत् कथं भवति तत्र तत्र इव समाप्तिः? इति तत्र अध्याहरणं भवति, प्रविष्टवन्तः पुनः विवेशुस् तत्र आसीनाः इति प्रायः। ते प्रविश्य आसीनः अभवत् तत्र नो एव। चेत् दृश्यन्ते इति अग्रिमश्लोकात् अत्र अनुवृत्तिः स्वीकर्तव्यं वा, न तत्र इव आसन् इति विशन्ते केवलं इति तावत् तत्तु पर्याप्तं खलु, पूर्णाः आसन् इति सम्पूर्णाः आसन् तावदेव। इति। अत्र भोगवती इत्यस्य अहं भोगवती पातालनगङ्गा इति इति। पाद समुद्रस्य अधः नगरम् अस्ति भोगवती इति, तत्तु नागानां लोकः, नागलोकः एव भोगवती इति तस्य नाम। अवगतं। महाभारते आरम्भे यदा पाण्डवाः, कौरवाः एते सर्वे इतोपि बालाः, बालावस्थायाम् अथवा कौमारावस्थायां सन्ति, तदा दुर्योधनः भीमं तदारभ्य एव दुर्योधनस्य सर्वदा भीमस्य विषये बहु भयमपि आसीत्, तस्य शत्रुत्वमपि आसीत्। अतः भीमम् इदानीमेव मारयामः चेत् मम सर्वे विघ्नाः, मम सर्वे शत्रवः हताः इव इति चिन्तयित्वा विषान्नं दातुं भीमस्य सः आहारस्य अधिकम् आहारं खादति खलु भीमः, अतः विषान्नं विषमिश्रितान्नं दातुं सः युक्तवान्। अनन्तरं तथा कृत्वा पुनः नागैः दंष्टः भवति चेत्, दष्टः भवति चेत् तदा यदि विषान्नात् सः न मरणं प्राप्नोति, नागदंशनात् सः भवतु इति कृत्वा तत्र भोगवती नगरं प्रति जले क्षिपन्ति चौकौरवाः सर्वे। तदा भोगवती नगरं भीमः प्राप्नोति। तत्र सर्वत्र भीमस्य गौरवं दर्शयित्वा नागानां किञ्चिदिव पूर्वमेव नागानां विषान्नम् अथवा विषपानं क्रियते चेत् भीमेण, तदा दुर्योधनः यदा विषान्नं ददाति तत्र परस्परं क्लेश् भवति, सङ्घटनं भूत्वा विषस्य प्रभावः एव न भवति इति कृत्वा भोगवतीनगरं प्रति क्षिप्तवान् दुर्योधनः। तः भोगवतीनगरम् इति बहु प्रसिद्धं नागलोकः तत् सः। अत्र सम्बन्धः नास्ति, अहं केवलं सन्दर्भवशात् भोगवती इत्यस्य विषयम् उक्तवती तावदेव। हरिमहोदय, भवतः क्रमः। अस्तु यथा भवती उक्तवती, तत् द्वितीयाविभक्तिः भवति चेदपि सम्पूर्णां राजसमितिं नृपाः विविशुः इति स्वीकुर्मः, तदा एव अर्थः पूर्णतया भवति। तत्र स्मपि न दृश्यन्ते बाहवः परिघोपमाः परिघोपमाः आकारवर्ण सुश्ला सुश्लक्ष्मणाः आकारवर्ण सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि सुनासाक्षिभ्रुवाणि च मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि दमयन्ती ततोरङ्गं प्रविवेशशु शुभानना मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनां तत्रैव सक्ता भून्न च चाल च पश्यताम् अत्र एवं पठतु, तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनां तत्र तत्रैव सक्ता भून्न च चाल च पश्यतां। तत्र तत्र एव सक्ताः इति। सत्ताभूत् न च चाल च पश्यतां ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत ददर्श भैमी पुरुषान् पञ्चतुल्याकृतीनि अस्तु तत्र स्म पीना दृश्यन्ते पीनाः बलिष्ठाः बाहवः परिघोपमाः परिघा इत्युक्ते उच्यते दीर्घ दारुदण्डः भवति खलु, वयं वदामः मार्टर् एण्ड् पेजल् इति, उलक्कै इति वदामः खलु संस्कृते, तस्य परिघा इति। तत् कदाचित् दुर्गाणां रक्षणार्थं तत् द्वारबन्धं कृत्वा, तत् यथा शत्रवः द्वारस्य उद्घाटनं न कुर्वन्ति तथा कर्तुं दीर्घदारुदण्डः अथवा अयसा कृतः दण्डः एव भवितुम् अर्हति। दीर्घदण्डः तत्र किञ्चित् तस्य किं वदामः परिहारार्थं, तत्र उद्घाटनस्य परिहारार्थं वारयितुं तत्र स्थापयन्ति, तदेव परिघा इति नाम। अतः तेषां बाहवः परिघोपमाः आसन् इति, दीर्घदारुदण्डवत् आसन्। आकारवर्णसुश्लक्ष्णाः आकारवर्णैः सुश्लक्ष्णाः सुन्दराः इत्येव. अत्र एकः विषयः भवति. इदानीं बहवः, क्षम्यतां, बहवः परिगोपमाः इति उक्तं, दृश्यन्ते इति. पीनाः अपि, पीनाः इत्युक्ते बहु पुष्टं भवति इति. तथा आसन् चेदपि तेषाम् आकारवर्णेषु, आकारवर्णयोः वा आकृतिषु वा किमपि भवतु, मृदुत्वमपि आसीत्. इतरभागेषु, इतर अङ्गाङ्गेषु मृदुत्वम् आसीत्. सुष्लक्षणाः इत्युक्ते मृदुत्वं भवति इति. तत् कथम् इत्युक्ते, उरगाः पञ्चशीर्षाः इत्युक्ते पञ्चशीर्षभिः सहितं भवति खलु उरगाः, केचन उरगाः पञ्चफणयः भवन्ति. क्षम्यतां, फणं खलु, पञ्चफणानि भवन्ति केषाञ्चन नागानां. तथा तत्र साधारणतया नागानां फणे इन्नर् पार्ट् भवति खलु, अन्तर्भागः मृदुत्वं प्राप्नोति. उपरि अपि मृदुः एव भवति साधारणतया तत्र. अतः एव श्रीमन्नारायणः आदिशेषे शयनं करोति खलु, तत्र बहु मृदु भवति आदिशेषस्य शरीरं यावत् इति उच्यते. अतः पञ्चशीर्षाणि उरगाः इव सुष्लक्ष्णाः आसन् आकारे वर्णे अपि इति. पञ्चशीर्षाः युवोरगाः यथा पञ्च यथा भवद्भ्यः उक्तं तथा सुकेशा पञ्चफणाः भवन्ति इति. फुड्, फैव् फुड् एण्ड् स्नेक्स्. सुकेशान्तानि चारूणि सुनासाक्षिभ्रुवाणि च मुखानि राज्ञां मुखानि शोभन्ते. कीदृशानि मुखानि? सुकेशान्तानि केश अन्तानि नाम केशस्य अन्तभागः, अन्तिमभागः, सुकेशान्तानि. सुकेश तेषां केशाः अपि आसन्. तत्तु कदाचन किञ्चित् कुन्तलमेव, वक्रकुन्तलमेव भवति खलु, तदेव सुकेशान्तानि. अनन्तरं सुनासा चारूणि मनोहराणि आसन्. सु नासा नासिका अक्षि नेत्र अथवा भ्रुवाणि इति अस्ति खलु, सुनासाक्षिभ्रुवाणि च इति. अतः भ्रुवाणां नेत्रयोः अपि भवति खलु केशाः, केशान्तानि भवन्ति खलु. ऐब्रो अतः एव भ्रुवाणि, अथवा भ्रुवा इत्युक्ते ऐब्रो अपि भवितुम् अर्हति. भ्रुकुटि अक्षिभ्रुवाणि सुकेशान्तानि आसन् चारूणि. सुनासः इत्युक्ते नासिका अपि बहु सुन्दरः आसीत्, आसन् सुन्दरी आसीत् इति. सुनासा. महोदय, तत्र सुकेशान्तानि मुखानि इति इत्युक्ते मुखस्य मुखं परितः, अथवा यत्र ललाटः अस्ति तत्परितः तत्र केशान्तानि, इदानीं भ्रुवाणि इति अनन्तरम् अहं दृष्टवती, अतः तत् केवलं भ्रुवाणामेव विषयः, ओ, अस्तु अस्तु. सुकेशान्तानि इति. अहं चिन्तितवती नेत्रयोः एतद् ल्याशस् भवन्ति खलु, तदिति न, तत् न, अहं भ्रुवाणि एव. चिन्तितवती तत्र मुखानि फ्रेम्ड् बै सुकेशाः इति तथा चिन्तितवती अहम्. तथा एव अहमपि चिन्तितवती. मुखानि इत्यस्य विशेषणानि न किं सुनासिकाक्षिभ्रुवाणि एतत् सर्वं मुखे एव वर्तते. तत्र मुखानि इत्युक्ते मुखे यानि यानि सन्ति तेषां सर्वेषां वर्णनम् अत् तत् नास अपि भ्रुवाणि अपि. अतः शोभन्ते नक्षत्राणि यथा देवी यथा आकाशे नक्षत्राणि शोभन्ते ओहो, एतानि सर्वाणि कथं एतेषां मुखानि शोभन्ते. तदा नक्षत्ररीत्या भवति? उपमा तत्र सम्यक् नास्ति इति. इत्युक्ते मुखानि, महोदय, तेषां मुखानि तथा नक्षत्राणि इव, यथा शोभन्ते नक्षत्राणि दिवि तथा मुखानि शोभन्ते इति. अपि च मम चिन्तनं यथा हरिमोदी उक्तवान्, तथा नास्ति वा? तत्र मुखानि इत्यस्य विशेषणानि अन्यानि पदानि खलु, सुकेशान्तानि अपि च अन्यत् उपरि यानि यानि पदानि आसन्. तथैव सुकेशान्तं मुखं, तथैव सुनासिका हा सुनासभ्रु मुखम् हा मुखम् अतः इति तथा तस्मिन्. स्वीकरणीयं, मुखं भिन्न पृथक् रीत्या, अनन्तरं भ्रुवाणां ह्यः अनन्तरं भिन्न भिन्न पृथक् पृथक् रीत्या स्वीकरणीयं खलु, तथा वा? न न न, एकवारम् उपरि दर्शयति वा यत्र वयं श्लोकं पठितवन्तः? दर्शयतु, श्लोकं दर्शयतु. अहं चिन्तयामि एतानि सर्वाणि मुखस्य एव विशेषणानि. मुखस्य विशेषणानि, तत्र मुखानि कीदृशानि इति चेत् सुकेशान्तानि, चारुणि, सुनासाक्षिभ्रुवाणि इत्युक्ते मुखेषु तेषां नास अतः नास केशः इति शिरसः आरभ्य भवति तत् इत्युक्ते केशान्तानि तेषां मुखं परितः अथवा ललाटं परितः केशाः इति मुखं तथा. बहुरी समासः सर्वे. हा, तदेव अहं प्रथमं तथा एव उक्तवती, वक्रकुन्तलानि भवितुम् अर्हन्ति इति. अस्तु, सुकेशान्तं अनन्तरं यस्य एतत् मुखं तत् तथैव अस्तु अग्रे. सुकेशान्तानि मुखानि. उत्तमम्. दमयन्ती ततो रङ्गं प्रविवेश शुभानना सुमुखा दमयन्ती ततः रङ्गं प्रविवेश प्रविष्टवती. मुष्णन्ति चोरयन्ति प्रभया तस्याः प्रभया राज्ञां चक्षूंषि तेषां नेत्राणि मनांसि च चोरयन्ति प्रविष्टवती. तस्याः गात्रेषु पतिता, गात्रेषु नाम शरीरे इत्येव पतिता. तेषां दृष्टिः, तेषां राज्ञां दृष्टिः, तेषां महात्मनां राज्ञां दृष्टिः तस्याः शरीरे पतिता. तत्र तस्यैव सक्ता तेषां दृष्टिः, तत्रैव आसक्ता अभूत्. न चचाल ततः न ततः चचाला, अन्यत्र न चलितम्. अन्यत्र तत्रैव स्थिता आसीत् तेषां दृष्टिः. पश्यतां महात्मनाम् इति तस्य विशेषणम्. ततः सङ्कीर्त्यमानेषु राज्ञां नामसु, तत्र येषां नाम सङ्कीर्तितम् आसीत् एकस्य एकस्य राज्ञः नाम भारत इति सम्बोधनं. ददर्श भैमि, भैमि नाम दमयन्ती, ददर्श दृष्टवती पुरुषान् पञ्चतुल्याकृतीन्. तेषां मध्ये तुल्याकृतीनि इत्युक्ते समानरूपवन्तः इति, तादृशपञ्चजनान् राजकुमारान् दृष्टवती सा इति. वयं जानीमः खलु, ते चत्वारः देवाः अपि नळसरूपमेव धृत्वा आगच्छन्ति, अतः पञ्चतुल्याकृतानि समानरूपवन्तः इति. तान् दृष्टवती. अहं पठामि. तान् समीक्ष्य ततः तत्र पञ्चतुल्याकृतीन् इह इति खलु तत्र छेदः. पञ्चतुल्याकृतीनि, पुरुषान् इति अस्ति खलु. यतः पुरुषान् इति यदि पुरुषान् इति भवति चेत् इह इति चिन्तयामि पञ्चतुल्याकृतीन्. हा नास्ति, हा केवलं पादपूरणार्थं तद् इह इति अस्ति चेत् पञ्चतुल्याकृतीन् इह जालपुटे तु ओ पञ्चतुल्याकृतीन् एवम् इव आम् इति आम् अस्ति. उत्तमम्. तत् परन्तु इह इति कथं भवितुम् अर्हति? इह कम् इह तु इव इति इति अस्ति. अत्र इव अस्ति तु मम गीताप्रेस् मध्ये इह एव अस्ति किन्तु इव तत्र छेदः न दर्शितः. तत्र स्थलं न भवति, भवितुम् अर्हति खलु. पञ्चाकृतीन्निह आकृतीन्नपि न भवति, यतः आकृति इति शब्दः स्त्रीलिङ्गशब्दः. किन्तु बहुव्रीहिसमासः कृतश्चेत् पुल्लिङ्गो भवति. पुरुषस्य पुरुषाणां विशेषणम् इति खलु, अतः आकृतिः यस्य, पुल्लिङ्गत्वम्. आकृतिः यस्य इति चेत् पञ्चतुल्याकृतीन् पुरुषान् तथैव चिन्तयामि. इह इति स्वीकरणीयम्. इह अत्र इति भवति खलु. अत्र अतः किञ्चिदिव व्याख्याने किमपि दत्तं वा, पश्यतु मुष्णन्ति सस्वेन नास्ति. अस्तु, अन्ततो गत्वा वयं जानीमः कथाम्. इदानीं पर्याप्तम्. अस्तु. तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृति तत् समाप्तं न तान् पुनः तथा समीक्ष्य एव अस्ति रूपं, सर्वान् तान् सम् निर्विशेषाकृतीन् स्थितान् स्थितान् इत्येव भवति. तान् भूमिः समीक्ष्य ततः समासः इति सर्वान् सर्वं. निर्विशेषाकृतीन् स्थितान् सन्देहादत वैदर्भी नाभ्याजानान्नलं नृपं नाभ्यजानान्नलम्. नाभ्यजानान्नलं नृपं यं यं हि ददृशे तेषां तं तं मने मेने नलं नृपं सा चिन्तयन्ती बुद्धयाथ बुद्ध्याथ बुद्ध्याथ तर्कयामास भवि भाविनी कथं हि देवान् जानीयाम् कथं विद्यां नलं नृपम् एवं सञ्चिन्तयन्ती सा एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता श्रुतानि देवलिङ्गानि तर्कयामास भारत देवानां यानि लिङ्गानि स्थविरेभ्य श्रुतानि मे तानीह तिष्ठतां भूमौ एकस्यापि इति भेदः. भूमौ एकस्यापि न लक्ष्ये सा विनिश्चिन्त्य बहुधा विचार्य च पुनः पुनः अस्तु तान् समीक्ष्य ततः सर्वान् निर्विशेषाकृतीन् स्थितान् सा दृष्टवती तान् तान् दृष्ट्वा सन्देहात् वैदर्भी सन्देहात् तेषु नलं नृपं न अभ्यजानात्. अभ्यजानात् जानात् नलः कः इति सः न ज्ञातुं जानात् न शक्तवती. यं यं हि ददृशे तेषां तं तं मेने नलं नलं नृपम् पृथक् पृथक्तीत्या एकैकमपि दृष्ट्वा दृष्ट्वा, ओ एषः एव नलः, एषः एव नलः इति सा मेने. सा चिन्तयन्ती बुद्ध्या अथ तर्कयामास भाविनी तर्कयामास सा मनसि भाविनी एव तर्कयामास किञ्चित् तर्कं कृतवती, बुद्धिम् उपयुज्य कः नलः भवितुम् अर्हति एतेषु इति किञ्चित् चिन्तितवती. अनलैज् तर्कयामास इत्युक्ते अनलैज् इति. कथं हि देवान् जानीयां कथं विद्यां नलं नृपम् एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता अभवत् देवान् कथं जानीयाम्, अहं कथं नलं कथं विद्यां, विधातोः विद्याम् इति विधिलिङ्गकारे रूपम्. श्रुतानि देवलिङ्गानि अङ्कानि तर्कयामास भारत देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे देवानां अङ्कनं चिह्नानि इति. चिह्नानि कथं श्रुतानि मे स पूर्वमेव सविरेभ्यः एतेषु विषयेषु कानिचन विवरणानि श्रुतानि तया, देवानां लक्षणं कथं भवति इति. अतः तानि तिष्ठतां भूमौ एकस्यापि न लक्ष्ये, तदुपयुज्य पश्यामि अवगच्छामि इति चिन्तयामि चेदपि भूमौ तत्र सर्वे एकरूपेण एव समानरूपे एव सन्ति, कथं जानीयाम् इति. पुनः पुनः स्थविरेभ्यः इत्युक्ते किं? स्थविराः के? ब्राह्मणाः स्थविराः, ओ अस्तु. ब्राह्मणाः वृद्धाः. सविराः इत्युक्ते वृद्धाः इत्येव अर्थः भवति. अस्तु. पुनः पुनः विचार्य विचिन्त्य सा बहुधा विचिन्त्य बहुधा विचार्य पुनः। संध्या भगिनी, अत्र विनिश्चित्य अनन्तरम् आगच्छति, पुनः पुनः बहुधा विचार्य सा विनिश्चित्य, किमिति विनिश्चित्य कस्य निश्चयं कृतवती, देवानेव अहं प्रार्थयामि इति, अतः वदति अग्रे। पञ्चदशश्लोकः समाप्तः खलु, अपरस्य पर्यायः इदानीं। शरणं प्रति देवानां प्राप्तकालममन्यत वाचा च मनसा चैव नमस्कारं प्रयुज्य सा देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् हंसानां वचनं श्रुत्वा यथा मेण षधोवृतः पतित्वेतेन सत्येन देवास्तं प्रदिशन्तु मे मनसा वचसा चैव यथा नाभिचराम्यहम् तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे यथा देवैः स मे भर्ता विहितो निषधाधिपः तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे यथेदं व्रतमारभ्य नलस्याराधने मया तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे। तर्हि अत्र तु सर्वत्र सा केवलं देवानां प्रार्थनां करोति इत्येव। तर्हि तेन सत्येन, तेन सत्येन इति सर्वेषु श्लोकेषु आगच्छति खलु, अतः तर्हि इदानीं प्रतिश्लोकं विभजनम् इत्यादिकं सन्धिविभागम् इत्यादिकं कृत्वा द्रष्टव्यं किम्, अथवा आम् तदपि भवितुमर्हति, सङ्ग्रहेण एव तु चिन्ता नास्ति। हा तर्हि तदेव सा पूर्वस्मिन् श्लोके पञ्चदशे श्लोके सा बहुधा विचार्य देवानां शरणं गच्छामि इति चिन्तयति। हा गच्छामि देवानेव पृच्छामि, अपि च देवान् वदति अहं तत्र केवलं तत्र नलमेव पतित्वेन किं स्वीकर्तुम् इच्छामि, अपि च मनसा वचसा च एव यथा न अभिचरामि अहम् तत्र अभिचरामि। आदौ हंसानां वचनं यदा श्रुतवती तदारभ्य एव अहं नलमेव प्रपतित्वेन वृतवती। अतः तमेव प्रदिशन्तु सः कः इति एव सूचयतु हे देवाः इति। अत्र मनसा वचसा चैव यथा न अभिचरामि अहम् इत्युक्ते व्यभिचरामि इत्येव अर्थः वा अत्र? न अभिचरामि इत्युक्ते तं प्रति अहं तम् अनुसृत्य अहं न गच्छामि, न अभिचरामि इति। मम मनः भवतु, कायेन वाचा मनसा इति वदामः खलु, अतः त्रिकरणैः अपि अहं नलमेव वृतवती, अतः तं विना अन्यम् अहं नाभिचरामि, न प्राप्तुं न इच्छामि। हा अस्तु अस्तु तर्हि तदेव पुनः तेन सत्येन विबुधाः तमेव प्रदिशन्तु, अनन्तरं यथा देवैः सह तत्र यथा देवैः समे भर्ता इत्यत्र समे इत्यत्र विभागः अस्ति वा? यथा देवैः समे समे इत्युक्ते वर्षे इति अर्थः भवति, परन्तु अत्र कथं स्वीकरणीयम् इति पश्यामः, किञ्चित् अग्रे गच्छतु पश्यामः। सः यथा मम इति देव चिन्तयामि। स मे भर्ता विवि अस्तु तर्हि इत्युक्ते तत्र विभागः अस्ति खलु स मे इति, न तु समे इति एकं पदं नास्ति इति खलु। भवितुमर्हति मे भर्ता सः तर्हि एव इति, यथा देवैः सः निषदाधिपः एव इति। एव विहितः देवैः विहितः तेन सत्येन पुनः तमेव प्रदिशन्तु यथा इदं व्रतम् आरब्धं नलस्य आराधने मया सः कः इति प्रदिशन्तु इत्येव। अत्र तेन सत्येन, तेन सत्येन इति किमं भवति खलु, यदि तत् सत्यं तेन सत्येन दर्शयतु, यदि एतत् सत्यं तर्हि नलं दर्शयतु इति कृत्वा कृत्वा वदति. अस्तु. कुत्र स्म? तेन अत्र तेन त्वं यथा चैव, त्वं चैव रूपं, स्वं चैव रूपं कुर्वन्तु लोकपाला महेश्वराः, यथाहमभिजानीयां पुण्यश्लोकं नराधिपं निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम्. निश्चयं परमं तथ्यमनुरागं च नैषधे, मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे, यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे, सा पश्यत् विबुधान् सर्वान् स्वेदान् स्तब्धलोचनान् हृषितस्तत्र प्रग्रजोहीनां. तत्क्रजोहीनान् स्थितान् स्पृशतः क्षितिम् स्थितान् अस्पृशतः क्षितिम् स्थितान् अस्पृशतस्थि क्षितिम् छाया द्वितीयो म्लान म्लानान् स्रग स्रग्रज स्वेदसमन्वितः भूमिष्ठो नैषधश्चैव निमेषणं च सूचितः, निमेषेण च निमेषेण च सूचितः. निमेषेण च उत्तमम्. सूचितः स्वं चैव रूपं कुर्वन्तु लोकपालाः महेश्वराः लोकपालाः स्वं तेषां आत्मनः रूपं मम दृष्टिपथं कुर्वन्तु इति, इति इत्युक्ते प्रार्थयति. बहिः दर्शयन्तु. यथा अहं जानीयां नलः कः इति, पुण्यलोकं नलं नरा. पुण्यश्लोकम् इत्यस्य अर्थः भवति कथं स्वीकरणीयम् इति जानन्ति खलु. पुण्यश्लोकः इति अनेकेषु स्तोत्रेषु आगच्छति खलु, श्रीरामस्य मङ्गलश्लोकेषु आगच्छति खलु. पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् इति आगच्छति खलु, वेदवेदान्तवेद्याय इति. तत्र पुण्यश्लोकः तत्र तस्य पुण्यस्य कीर्तनं सर्वत्र सर्वैः क्रियते इति सः पुण्यश्लोकः इति उच्यते. तथा अत्रापि नलः पुण्यश्लोकः इत्यस्य अर्थः सः कीर्तिमान्, तस्य कीर्तिः सर्वत्र गीयते इति अर्थः. निशम्य दमन् दमन् दमयन्त्यास्तत् करुणं प्रतिदेवितम्. प्रतिदेवितमिति दुःखेन उक्तं, शोकेन सूचितम्, अथवा तस्य ध्वनिः, तस्य स्थितिः, तस्याः क्षम्यतां, दमयन्त्याः स्थितिं करुणं प्रतिदेवितुं, शोकयुक्तं तत् अनुरागं तथ्यं तत्सर्वं दृष्टवन्तः, श्रुतवन्तः. नलस्य कृते अनुरागम् अपि श्रुत्वा अनन्तरं मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधस्य नैषधे नैषधस्य विषये तस्याः शुद्धं मनं बुद्धिं भक्तिं रागम् एव सर्वं निशम्य. निशम्य श्रुत्वा देवाः लोकपालाः लिङ्गधारणे सा चक्रिरे सा यथा उक्तं चक्रिरे. यथा उक्तं ते चक्रिरे ते कृतवन्तः. इत्युक्ते अर्थः स्वस्वरूपं दर्शितवन्तः इति. लिङ्गधारणे स्वस्वरूपं दर्शितवन्तः. सा अपश्यत् विबुधान सर्वान् अश्वेदान् स्वेदान् तथयोच अस्वेदान् अश्वेद स्वेदरहिताः तस्य देवाः सन्ति खलु अनन्तरं तेषां स्वेद नास्ति. अनन्तरं स्तब्धलोचनां तस्य लोचनानाम् उन्मेषनिमे तस्य लोचनानां अनिमे अनिमेषः स्तब्धाः भवन्ति. अनन्तरं हृषित अहं न जानामि अत्र किम् अस्ति. हृषितस्रग्रजः हृषित इत्युक्ते किञ्चित् म्लानं प्राप्नोति खलु हृषित स्रग्रजोहीनान् तत्र पुष्पमालायाः शुष्कता भवति किञ्चित् नरान् तेषां देवानां न भवति शुष्कत्वं न भवति पुष्पहारेषु नराणामेव भवति अतः हृषितस्रग्रजोहीन तस्य अर्थः कथं दत्तमस्ति वयं कथां जानीमः इति कृत्वा अनन्तरं रजोहीनान् तेषां देहेषु अपि धूलयः न भवन्ति अतः हृषितस्रक् रजोहीनान् इति भवति अनन्तरम् अस्पृशतः अपि अस्ति. अस्पृशतः क्षितिम् अस्पृशतः भूमिं न स्पर्शं न कुर्वन्ति तेषां शरीराणि अनन्तरं छाया द्वितीयो म्लानान् स्रग्रज स्वेदसमन्वितः तस्य नलस्य वर्णनम् अस्ति. नलस्य वर्णः छायाद्वितीयः न पार्श्वे एव तस्य छाया भवति देवानां छाया अपि न भवति भूमिष्ठो नैषधश्चैव निमेषण तस्य नेत्राणां निमेषणमपि भवति नलस्य नलस्य सा. नेत्रयोः निमेषः अनन्तरं भूमिष्ठः सः नैषधः भूमिष्ठः भूमौ स्थितः अस्ति भूमौ स्थितवान् स्थितः सा समीक्षतु श्रुतान् इदानीम् देवान् अग्रिमश्लोकः आम् अग्रिमश्लोकः भवान् एव अस्तु अस्तु हा सा समीक्ष्यतु तान् देवान् पुण्यश्लोकं च भारत नैषधं वरयामास भैमी धर्मेण पाण्डव विलज्जमानावस्त्रान्तं जग्राहायतलोचन स्कन्धदेशे सृजत्तस्य स्रजं परमशोभनाम् वरयामास चैवैनं पतित्वे वरवर्णिनी ततो हाहेति सहसा मुक्तशब्दो नराधिपैः देवैर्महर्षिभिस्तत्र साधु साध्विति भारत विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् नमयन्तीं तु कौरव्य वीरसेनसुतो नृपः आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना. तावत् किल. तर्हि सा समीक्ष्य तु तान् सा तान् देवान् समीक्ष्य पुण्यश्लोकं च किं पुण्यश्लोकं नैषधं पुण्यश्लोकं च नैषधं च समीक्ष्य भैमी सा धर्मेण वरयामास नैषधं वरयामास पुण्यश्लोकं नैषधं वरयामास. अनन्तरं विलज्जमाना वस्त्रान्तं जग्राह आयतलोचना. तर्हि सा आयतलोचना विलज्जमाना वस्त्रान्तरं जग्राह तत्तु साधारणतया स्त्रीणां लक्षणम् इति उच्यते खलु यदा लज्जिताः भवन्ति ते वस्त्रस्य अन्तं किञ्चित् तस्य पुनः पुनः चेष्टां कुर्वन्ति कुमारसम्भवे अपि एवं कुत्रचित् पार्वती एवं तदपि एकं लक्षणम् अन्यदपि अस्ति पादाङ्गुष्ठेन भूमौ चित्रं लिखन्ति इत्यपि वदन्ति खलु पादाङ्गुष्ठेन इदानीन्तनकाले लज्जापि नास्ति एतानि कार्याणि अपि न सन्ति इति प्रायः पुरुषः पूर्युः भवतु अग्रे. स्कन्धदेशे असृजत् असृजत् तस्य स्रजं परमशोभनं परमशोभनां स्रजं नाम मालां असृजत् तस्य तस्य स्कन्ददेशे स्कन्धदेशे मालां वर एनं सा वरवर्णिनी एनं नाम नैषधं पतित्वे पतित्वे वरयामास. वरयामास पतिः रूपेण पतित्वे वरयामास ततः सा मुक्तः शब्दः नराधिपै ओ सर्वे अन्ये नराधिपाः प्रायः दुःखेनाः इति अथवा उत्तमम् प्रदत्तु अत्र मम सन्देहः, हा हा इति आनन्दे वा प्रशंसायां वा अथवा कोपेन वा, उत्तमम् यतः अहं न वदितवती इति कोपेन वा भवितुमर्हति. हा हा इति अस्ति, तावदेव. भावः कः इति न उक्तः तत्र. अस्तु, साधु साधु इति देवैः महर्षिभिः. इति उक्तः अनन्तरं विस्मितैः प्रशंसद्भिः नलं नृपं शब्दः ईरितः तत्र विस्मितैः प्रशंसद्भिः विस्मितैः देवैः महर्षिभिः तत्र. अथवा साधु साधु इति देवैः महर्षिभिः उक्तम्, अनन्तरं केचन प्रशंसद्भिः, विस्मितैः प्रशंसद्भिः नलं नृपं प्रशंसद्भिः शब्दः ईरीरतः. ईरितः अनन्तरं वीरसेनसुतः नृपः दमयन्तीम् आश्वासयत् कीदृशीं दमयन्तीं पुनः वरारोहां दमयन्तीम् आश्वासयत् कथं प्रहृष्टेन अन्तरात्मना आश्वासयत् आश्वासयत् अत्र गौरव्यं वरारः इत्यस्य विवरणं गौरव्यं किमपि दत्तं वा टीकायां पश्यतु. यतः वरारोहः इति स्त्रीणां विषये, उत्तमस्त्रीणां विषये उच्यते तत् पदं, तत्र विवरणं किमपि अस्ति वा इति न इति. लक्ष्मी अष्टोत्तरस्तोत्रे अपि आगच्छति खलु, वरारोहां यशस्विनीं वसुन्धराम् उदाराङ्गाम् इति. अत्र तस्य अर्थः कः इति न दत्तः. अस्तु, चिन्ता नास्ति. कोशे अस्ति अत्यन्तोत्कृष्टा स्त्री इति अत्यन्तोत्कृष्टस्त्री किमिति? अमरकोश एव अस्तु अस्तु, तानि उत्कृष्टलक्षणेषु अन्यतमं तत्. गौरव्य इति गौरव्य कुरु वंशे जातः गौरव्यः कुरुवंशे सर्वे सन्ति खलु, पाण्डवाः कौरवाः सर्वे कुरुवंशे जाताः एव, अतः युधिष्ठिरः कदाचित् कौरवा इत्यपि उच्यते. कौरव्या इति अस्ति खलु, तदपि रूपम् अस्ति, तद्धितरूपम्. युधिष्ठिरः किल युधिष्ठिरः का अत्र तु युधिष्ठिर. क्या कथा अत्र पांडव भाव्य इतोपि एक चक्रम पठनीयम् आम् पञ्चनिमिषम्. आम्, यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ, तस्मान्मां विद्धि भर्तारम् एतत्ते वचने रथं, यावच्छ मे धरिष्यन्ति प्राणादेहे शुचिस्मिते, तावत् त्वयि भविष्यामि सत्यं एतद्ब्रवीमि ते. दमयन्ती तथा वाग्भिः अभिनन्द्य कृताञ्जलिः तौ परस्परतः प्रीतौ दृष्ट्वा तु त्वग्निपुरोगमान् तानेव शरणं देवान् जग्मतुर्मनसा तदा वृते तु नैषधे भौम्या लोकपाला महौजसः प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् दधुः प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् तत्र किमस्ति यत् त्वं तर्हि नलः वदति इति मन्ये खलु यत् त्वं के कल्याणी त्वं पुमा देवसन्निधौ देवसन्निधौ पुमांसं भजसि, पुमांसं भजसि इति वा पुमांसं भजसि भर्ता न भर्तारं पुमांसं भर्तारं स्वीकृतवती इति विधि तस्मात् मां विदि विधि पुमांस इत्युक्ते तत्तु लोट्लकारस्य मध्यमपुरुषः भवति, तथा जानीहि जानातु इति इति जानीहि जानीहि इति अर्थः भवति. मम वचनं भवति जानीहि इति खलु प्रथमं वचनं भवति जानीहि इति यावच्च मे धरिष्यन्ति प्राणादेहे शुश्रूषस्मिते हे शुश्रूषस्मिते यावच्च मां धरिष्यन्ति मम ते देहे प्राणाः धरिष्यन्ति, दे मम देहे मम प्राणाः प्राणाः यावत् धरिष्यन्ति. धरिष्यन्ति तावत् अहं तु त्वयि एव भविष्यामि इति अहं सत्यं वदामि इति दमयन्ती तथा वाग्भिः अभिनन्द्य सा किं कृतवती तत्र वाग्भिः अभिनन्द्य कृताञ्जलिः भूत्वा तौ उभौ अपि परस्परं तत्र प्रीतौ दृष्ट्वा तु अग्निपुरोगमान् कान् अग्निपुरोगमनं दृष्ट्वा देवान् अग्निपुरोगमान् दृष्ट्वा अग्निपुरोगमान् इति ये जनाः तत्र अग्नेः न पुरतः सन्ति तान् देवादयः देवाः सन्ति खलु तान्, इतोपि अग्रिमश्लोके तस्य अनुवर्तनं भवति. ओ तानेव शरणं देवान् जग्मतुः मनसा तदा भवती कृतवती इति सः वदति वा नलः तौ शरणं परस्परतः कृतवती प्रीतौ दृष्ट्वा ये सा देवाः दमयन्ती वाग्भिः कृताञ्जलिः भूत्वा, दमयन्ती इति अस्ति नलस्य वचनं सम्पूर्णं गतश्लोके एव. इदानीं तौ परस्परतः प्रीतौ अग्निपुरोगमान् दृष्ट्वा इति अग्रे आगच्छति. तानेव देवान् तदा मनसा शरणं गतौ इति अर्थः भवति. धन्यवादं समर्पयति खलु तथा अस्ति शरण तत्र ते अनन्तरं रूपं दर्शितवन्तः इति स्वरूपं दर्शितवन्तः इति शरणं प्राप्नोति खलु तथा दर्शितवन्तः भवतु, तत्र देवानां पुरतः एव स्वयंवरः अभवत् खलु, तदपि पुण्यकार्यं खलु. अतः इतोपि हृष्टाः हृष्टौ सतस्तः, तथा नैषधे वृते तु सती सप्तमी तदा तु लोकपालाः प्रहृष्टमनः सह सर्वे अपि नलाय अष्टौ वरान् दधुः इते तु अष्टान् वरान् दधुः अत्र देवाः भैम्या इति तृतीयाविभक्तिः अस्ति खलु, भैम्या इति दमयन्ति, दमयन्त्या भीमस्य सुता इति भैमी सा. भैम्या वृते नैषधे सति लोकपालाः महौजसः प्रहृष्टमना मनसः सर्वे अपि नलाय अष्टौ वरान् दधुः इति प्रत्यक्ष अग्रिमश्लोकं वा तत् एकमेव पदं वाक्यमस्ति तत् तदपि पठतु, अग्निः किं दत्तवान् इति अस्ति. प्रत्यक्षदर्शनं यज्ञे गतिं च अनुत्तमां उत्तमां शुभां गतिं च दत्तवान् इति, नैषधाय ददौ शक्रः अग्निः न शक्रः इन्द्रः चक्रः दत्तवान्. इन्द्रः अतः पञ्चत्रिंशत् श्लोकादारभ्य एव अग्रिमपर्यायस्तः स्वीकरोतु अर्थं दातुं, पुनः पञ्चत्रिंशत्तमं श्लोकं पठतु, कस्य हरि पर्यायः इदानीं? हरि भवतु। ततः आरभ्य पठतु. श्लोकसङ्ख्या पञ्चत्रिंशत्, पञ्चत्रिंशत्। पञ्चत्रिंशत्तमे श्लोके द्वितीयायाः पङ्क्त्याः. प्रत्यक्षदर्शनं राग यज्ञे गतिं चानु चानुत्तमां शुभां नैषधाय ददौ शक्रः प्रीयमाणस्य चीपतिः अग्निरात्मभवं प्रादाद्यत्र वाञ्छित वाञ्छति नैषधः लोकानात्मप्रभाश्चैव ददौ तस्मै हुताशनः यमस्त्वन्नरसं यमस्त्वन्नरसं यमस्तु अन्नरसं प्रादात्. नरसं प्रादाद् धर्मे च परमां स्थितिम् अपां पतिरपां भावं यत्र वाञ्छति नैषधः स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः वसनेवं वसनेवं प्रदायास्य वरानेवं वरानेवं प्रदास्य प्रदायास्य देवास्ते त्रिदिवं गताः पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः दमयन्त्याश्च मुदिताः प्रतिजग्मुर् यथा गतं गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महात्मनः महात्मनाः, महात्मनाः क्षम्यतां, महामनाः. महामनाः तदेव खलु 44 श्लोकः. आम् दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतं गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः. इदानीं वदतु. कुत्र पृष्ठमनसा मनसः सर्वे नलायाष्टौ वरान् ददुः अष्टौ वराहन् ददुः दत्तवन्तः प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् अनुत्तमां शुभां गतिम् नाम मरणानन्तरं प्रायः खलु प्रत्यक्षदर्शनं यज्ञे देवाः अदृष्टाः सन्ति किन्तु यज्ञे नलस्य कृते प्रत्यक्षदर्शनं दत्तवान् शचीपतिः इन्द्रः दत्तवान् तत्. नैषधाय ददौ तत्र शक्रः प्रत्यक्षदर्शनं यज्ञे इत्युक्ते साधारणतया यज्ञे देवाः तत्र प्रत्यक्षाः न भवन्ति, केवलं प्रभावे एव ते स्वीकुर्वन्ति हविषः. परन्तु इन्द्रः प्रत्यक्षदर्शनं दत्त्वा यज्ञे हविषं स्वीकृत्य गन्तुं करोमि तथा स्वीकरोमि इति वरं दत्तवान्, यदा यदा नलः यज्ञं करोति तदा इति. तद्विहाय उत्तमां शुभां गतिमपि दत्तवान् सः. अग्निः आत्मभवं प्रादात् यत्र वाञ्छति नैषधः यत्र नैषधः नलः वाञ्छति तत्र आत्मभवं प्रादात् नाम आत्मभवम् इत्युक्ते तत्र उत्पत्तिं प्राप्नोमि इति, उत्पन्नः भवामि इति. अस्तु प्रादात् लोकान् आत्मप्रभाश्चैव आत्मप्रभान् ददौ तस्मै हुताशनः तदपि दत्तवान्. तदपि दत्तवान् आत्मभवान् लोकान् आत्मप्रभाश्चैव यथा तस्य प्रभा अस्ति तथा तादृशान् लोकान् तत्र नलस्य बहु सुन्दररूपम् आसीत्, तत्र इतोपि तेजसः आधिक्यं भवतु इति अग्निः उक्तवान् इति. लोकानपि दत्तवान् इत्युक्ते स्वर्गलोकस्य प्राप्तिः भवतु, स्वर्गप्राप्तिः यदा तस्य कालः समाप्यते तदा स्वर्गप्राप्तिः, स्वर्गलोकप्राप्तिः इति. अनन्तरं यमस्तु अन्नरसं प्रादात् यमस्तु अन्नरसं प्रादात् धर्मे च परमां स्थितिम् अन्नरसं नाम प्रादात् तदपि वरः एव, सर्वदा धर्मे एव तस्य आचरणं भवति, धर्माचरणमपि शाश्वतं भवतु इति स्थितिं प्रादात्. अन्नरसं नाम रुचिः प्रायः रसम् इति आम् अतः एव खलु नलस्य पाकस्य रुचिः इति वदामः. अपां पतिः अपां भावम्, अपां पतिः नाम वरुणः, वरुणः वरुणः अपां भावं यत्र वाञ्छति नैषधः, अपां भावं तस्यापि प्रत्यक्षतां प्रायः स्रजश्चोत्तमा उत्तमगन्धाढ्याः, माला उत्तम उत्तमगन्धयुक्ताः आढ्याः नाम सुभगाः मालाः, सर्वे च मिथुनं ददुः, सर्वे मिथुनमिति नळदमयन्ति इति द्वयमपि. उभयमपि दत्तवन्तः सर्वे. व व व तत्र किं एवं वरान् प्रदास्य प्रदाय प्रदास्य प्रदाय अस्य देवाः, ते त्रिदिवं नाम स्वर्गं गताः, पार्थिवांश्च अनुभूयास्य पार्थिवान् अस्य विवाहम् अनुभूय अनुभूय राजा राजानः पार्थिवाः अस्य विवाहं विस्मयान्विताः विस्मयचकिताः आश्चर्यचकिताः अभूवन्, दमयन्त्याश्च मुदि दमयन्त्याश्च मुदिताः. अत्र दमयन्त्याः इति अस्य दमयन्त्याः विवाहम् इति स्वीकरणीयं, नलस्य दमयन्त्याः विवाहम् इति. मुदिताः आनन्दिताः, प्रतिजग्मुः यथागतं यथागतवन्तः तथा च प्रतिजग्मुः प्रतिगतवन्तः यथास्थानं. गतेषु पार्थिवेन्द्रेषु यस्मिन् समये यदा ते गतवन्तः, भीमः प्रीतः महामनाः च अभूत्. महामनाः इति एकं विशेषणं, भीमः प्रीतः अभवत् इति, प्रीतश्च महत्मनं यस्य सः महामनाः, मनं न महत् मनः यस्य मनः सः, मनः यस्य सः. अग्रे पठामि वा? पठितं विवाहं कारयामास इदानीं दमयन्ति. इतोपि जनाः युष्मान् विहाय अन्ये कोऽपि नास्ति वा अन्यः, तावदेव वा? कदाचित् तेषां नाम न दृश्यते, प्रायः उपस्थितः भवेयुः अतः उक्तवती, न खलु? न अस्तु. विवाहं कारयामास दमयन्त्या नलस्य च, उष्य तत्र यथा कामं नैष धोतिपदां वरः, भीमेन समनुज्ञातः जगामनगरं स्वकम्, अवाप्य नारी रत्नं तु पुण्यश्लोकोऽपि पार्थिवः, रेमे सह तया राजन् शच्येव बलवत् बलवृत्रः अतीव मुदितो राजा ब्राजमानो शुमानिव अनुस्वरः अस्ति अंशुमा राजानां शुमानमिव. राजमानोऽंशुमानिव अरञ्ज्यत् अरञ्जयत् प्रजावीरः धर्मेण परिपालयन्, ईजे चाप्यश्वमेधेन ययातिरेव नाहुषः अन्यैश्च बहुभिर्धीमान क्रतुभिश्चाप्त दक्षिणैः, पुनश्च रमणीयेषु वनेषु पवनेषु च. विवाहं कृत्वा दमयन्त्या नलस्य च विवाहम् अभवत् अभवत् कारयामास सः कारयामास. पूर्वतनश्लोके अस्ति खलु, भीमः महामनाः भीमः प्रीतः भूत्वा दमयन्त्याः नलस्य च विवाहं कारयामास. यथा कामं नैषधः द्विपदां वरः इत्युक्ते नरश्रेष्ठः इति. तत्र उष्य भीमेन कृत्वा इति कृत्वा भीमेन समनुज्ञाता नगरं जगाम, स्वकं नगरं जगाम. अवाप्य नारीरत्नम् अवाप्य पुण्यश्लोकः अपि पार्थिवः पुण्यश्लोकः अपि अतः ते जगाम। द्वितीयायाः पङ्क्त्याः प्रथमं स्वीकर पदानि प्रथमं स्वीकरोतु. नारीरत्नम् अवाप्य पुण्यश्लोकः पार्थिवः अपि भीमेन समनुज्ञातः स्वकं नगरं जगाम सकं इति. नगरं जगाम। तत्र उष्य इत्यत्र उपसर्गं विनापि ल्यप् प्रत्ययः पुरुषप्रयोगः इत्येव स्वीकर्तव्यः कुत्र प्रायः। उष्य अधः अधः उपसर्गं विना अपि अस्ति विनापि उष्य ल्यप् इति. प्रयोगः, उषित्वा उष्य इति वासं नास्ति. कृत्वा इति वक्तव्यम्। आमां तत्र कदाचित् भवति अश्वप्रयोगः आक्ष हर्षप्रयोगे भवति. अत्र रेमे रेमे इति रेमे सह रमते तस्य लिट्लकारः। तया सह रमते इति तस्य लिट्लकारः। रेमे रेमे इति लिट्लकारे अस्तु भवति. तया सह रेमे अस्तु। राजन राजन् इति संबोधनं हे राजन् शचि शचि इव इति शचि इव भवति. शचि इव क्षम्यतां शच्या इव शच्येव. शचीदेव्या सह कथं रमते, कः रमते शचीदेव्या सह? इन्द्रः इन्द्रः. इन्द्रः इति पदस्य कृते किं पदम् अस्ति अत्र? बलवृत्रः बलवृत्रः बलासुरं वृत्रासुरं हतवान् इति बलवृत्रः. इन्द्रः शच्या सह यथा तथा तया दमयन्त्या सह रेमे. पुनः अतीवमुदितः। अन्यः उपमालङ्कारः अपि अस्ति. अतीवमुदितः राजा भ्राजमानः अंशुमानिव भ्राजमान् अंशुमान् भ्राजमान् इति सूर्यः. सूर्यः एव प्रकाशमानः राजा अतीव मुदितः. अरञ्जयत् प्रजावीरः धर्मेण प्रजाः परिपा इति स्वीकरणीयम् अत्र. प्रजाः इति द्वितीयाविभक्तिरूपे स्वीकरणीयं भवति. नळः धर्मेण नळः किं परिपालयति कृतवान् इदानीं? धर्मेण धर्मेण प्रजाः परिपालयन् प्रजाः अरञ्जयत्. प्रजाः अरञ्जयत् अरञ्जयत् ईजे चाप्य ईजे इत्युक्ते यज्ञं यागं कृतवान् यज्ञम् इति. यज्ञं कृतवान् किं यज्ञं कृतवान् ययातिव अत्र? ययातिव नाहुष अश्वमेधेन ईजे अश्वमेधेन अश्वमेधयागं कृतवान् सः. ययातिः कः? नाहुषः इत्युक्ते नहुषस्य पुत्रः नाहुषः सः ययातिः. नाहुष ययातिव अश्वमेधयज्ञं कृतवान् नाहुष ययातिव नाहुषु उत्तमम्. अन्यैः अन्यैः अन्यैः बहुभिः च अन्यैः बहुभिः धीमान् क्रतुभिः क्रतुभिः च आप्तदक्षिणैः पुनश्च रमणीयेषु वनेषु अपवनेषु च उपवनेषु च अत्र पुनः एतत् द्वितीया पङ्क्तिः द्वितीया पङ्क्तिः भवति अग्रिमश्लोकात् श्लोकस्य पूर्वभावी भवति. अतः तत् त्यजतु, केवलम् एतदेव स्वीकरोतु. एवं वीरः धर्मेण प्रजाः परिपालयन् अश्वमेध यया नाहुषः ययातिरिव अश्वमेधेन अन्यैश्च बहुभिः क्रतुभिः च आप्तदक्षिणैः अन्यैः बहुभिः क्रतुभिः च धीमान् प्रजाः अरञ्जयत् इति स्वीकरोतु. ओ ई क्षम्यताम्, ईजे. ईजे इत्युक्ते यज्ञं कृतवान् इति अर्थः. अतः पुनः रमणीयेषु वनेषु उपवनेषु इति भवति चेत् अग्रे दमयन्त्या सह नलः विजहार इति भवति. अतः अग्रिमवर्गे इतः आरभ्य स्वीकुर्मः. पञ्चचत्वारितमस्य श्लोकस्य उत्तरार्धभागेन पागात् आरम्भं कुर्मः. इतोपि श्लोकद्वयमेव वर्तते खलु भगिनी महोदय? ओहो, चिन्ता नास्ति चेत् वयं समापयामः पठित्वा. ओ, पञ्चनिमिषाः पञ्चनिमिषाः सन्ति खलु? ओ अस्तु, सन्ध्या पठ्यताम्. पुनश्चरमणीयेषु वनेषु उपवनेषु च दमयन्त्या सह नलो विजहार अमरोपमः विजहार दमयन्त्या सह नलः विजहारामरोपमः जनयामास च ततो दमयन्त्यां महामनाः इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम् एवं स यजमानश्च विहरंश्च नराधिपः रक्षवसु सम्पूर्णां वसुधां वसुधाधिपः तर्हि वनेषु उपवनेषु च रमणीयेषु वनेषु उपवनेषु च दमयन्त्या सह नलः विजहार सः अमरोपमः नलः अपि च तस्य इन्द्रसेनः इति सुतः इन्द्रसेना इति पुत्री एते द्वे अपत्ये जाते एवं सः यजमानः विहर सः नराधिपः यजमानः विहरन् वसुधां वसुसम्पूर्णां वसुधां ररक्ष इति वसुधाधिपः उत्तममस्ति. वसुधाधिपः वसुधां वसुसम्पूर्णां ररक्ष, सम्यक् अस्ति खलु. तत्र वसुधा इत्येव भूमिः, भूधिप अधिपः खलु, भूपतिः इति अर्थः भवति. सः भूमिं वसुसम्पूर्णां ररक्ष. अत्र वसु इति सर्वत्र आगच्छति. सा वसु ददाति इति कारणात् सा वसुधा, तस्य अधिपः वसुधा, तस्याः अधिपः वसुधाधिपः. कथं कृतवान्? इतोपि वसुसम्पूर्णां कृतवान् वसुधां. उत्तमम्. अत्र यजमानः इत्यस्य प्रभुः इति न अर्थः भवति. सः यागं कुर्वन् इति यजमानः इति भवति अर्थः. अतः एव प्रायः यजमानः इति पदस्य उत्पत्तिः अपि तथा एव पूर्वतनकालेषु. तत्र एकैकस्मिन् गृहे वा अथवा राज्ये वा राजा वा मुख्यस्थाः वा यागं बहुधा कुर्वन्ति स्म. अतः यः अत्र नेता अस्ति सः एव यजमानः. शानजन्तं पदं तत् पश्यामश्चेत्. अस्तु, अत्र प्रश्नः नास्ति चेत् वयं समापयामः. आम् महोदय. इदानीमेव कथायाः इतोपि अग्रे अनुवर्तनं शीघ्रं शीघ्रं भवति. अग्रिमसर्गे एव आगच्छति तस्य किञ्चित् क्लैमेक्स् इति तस्य आरोहणं भवति. प्रणम मङ्गलश्लोकं वदामः. ॐ ॐ सर्वे सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सर्वे सन्तु सन्तु निरामयाः, निरामयाः, सर्वे भद्राणि सर्वे पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. भद्राणि ॐ शान्ति शान्ति पश्यन्तु. शान्तिः. शुभरात्रिः. शुभरात्रि. धन्यवादः. मकरसङ्क्रान्तिपर्वणः शुभाशयाः. शुभाशयाः. आम् महोदय.